ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं कर्वावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. धन्यवादः. आरम्भं कुर्मः. गत अवसरे अनुसूया भवती जानाति सूत्राणि कानि वयं पठितवन्तः? अहम् अद्य इदानीमेव आगच्छामि महोदय. जया, कथं करणीयम्? किमपि न करणीयं, भवती रेकार्डिङ्ग् अपि न श्रुतवती, अतः अहं जानामि, किञ्चित् जानामि. जया महोदय, किं किं पठितवन्तः वदतु. किं सूत्राणि, कानि सूत्राणि वयं दृष्टवन्तः, पठितवन्तः, स्मरणे अस्ति? आम्, उपदेशे अनुनासिक उपदेशे हलन्तव्यं. पुनः वदतु. हलन्त्यम् उपदेश अनुनासिक न विभक्तौ तुस्माः आदिर्निटुटवः महोदय. शः प्रत्ययः अण्ड् वन् मोर् लशत् एते सर्वे अनुबन्धसूत्राणि सन्ति. अनुबन्धसूत्राणि प्रथमकार्यम् एतेषां सहायेन वयं कुर्मः. ओके, मुत्तुलक्ष्मी अस्ति. महोदय, नूतना भवती प्रथमवारम् आगच्छति वा? आं महोदय, अहमपि अद्य एव आगच्छ अद्य एव भवत्याः नाम अहं दृष्टवती, परन्तु रेकार्डिङ्ग् श्रुतवती वा अथवा अन्यत्र वर्गं कृतवती? न महोदय, ध्वनिमुद्रणं हलन्त्यम् एतस्य किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति? न महोदय, क्षम्यताम्, अहम् अद्यतनपाठस्य अवगमनं कठिनं भविष्यति. हा, पूर्वं किमपि पठित्वा आगन्तव्यं, कारणम् एतत् किम् एषः वर्गः आगस्ट् मासे आरम्भम् अभवत्. ओके, अतः एतत् करपत्रं भवती न पठितवती वा? हा, इत्यन्या विषयं दृष्टवती महोदय, परन्तु न पठितवती. ओके, पूर्णिमा, हलन्त्यम् एतस्य किञ्चित् स्पष्टीकरणं करोतु. पूर्णिमा अस्ति वा? न, अहं वदामि वा भगिनि? न, इदानीं पूर्णिमायाः किं पर्यायः भवत्याः म्यूट् मध्ये एव वदन्ति अस्मि. हलन्त्यम् इत्युक्ते धातोः प्रातिपदिके हलन्तं भवति चेत् तत्र इत्संज्ञा भवति, इत्संज्ञा भूत्वा न भवति, अन्ते हलन्तमस्ति चेत् न अवगच्छति, परन्तु विभक्तेः सुष्मा इति विभक्तौ हलन्तस्य इत्संज्ञा न भवति. भवत्याः स्पष्टीकरणं स्पष्टं नास्ति. ओके, प्रतिभा भवती किं वदति? भगिनि वदामि भगिनि, उपदेश उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत्संज्ञा भवति. नमस्ते भगिनि. नमस्ते. धातो उपदेशावस्थायां धातो अस्ति चेत् अन्ते हल् वर्णः अस्ति चेत् तत् इत्संज्ञा भवति, तदनन्तरं तस्य लोप इत्यस्य लोपः भवति. तस्य लोपविषये उपदेशावस्थायामेव हलन्त्यं विषये वदतु. ओके, हलन्त्यमेव हल् वर्णः, हल् वर्णस्य अन्ते हल् किमपि हल् वर्णः अस्ति चेत् धातोः अन्ते, धातोः इत्युक्ते उपदेशावस्थायां हल् वर्णः अस्ति चेत् अन्ते तत् इत्संज्ञा भवति. ओके, तदेव अहमपि उक्तवती भगिनि. अस्ति, इदानीं सरस्वती भवती किं वदति हलन्त्यं विषये? तत्र आदेशः इत्युक्ते धातौ प्रत्यय आदेश आगम किमपि भवितुम् अर्हति. तत्र अन्तिम वर्णः अल् वर्णः अस्ति चेत् तत् लोपः इत्संख्या भवति आदेश. तत्तु सत्यं. पूर्णिमा प्रतिभा केवलं धातुविषये नास्ति, प्रत्ययविषये अपि अस्ति. ओके, अतः स्पष्टीकरणम् अर्धमेव अभवत्. धातु अथवा प्रत्यय सर्वेषां कृते उपदेश अवस्थायां यदस्ति तस्य अन्तिमवर्णः हल् वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. ओके, पूर्णिमा प्रतिभा अवगतवन्तः? आं भगिनि, अहं उपदेशावस्थायां उक्तवती किल, अहं न उक्तवती. सर्वत्र भवति इति अहं तदपि उक्तवती, उपदेश विभक्तौ न भवति, अन्यत्र भवति. सुब्रह्मण्यम् अग्रिमसूत्रं भवान् किं वक्तुम् इच्छति? न विभक्तौ तु स्माः विषये. इति सूत्रमस्ति अत्र, हलन्त्यम् इति सूत्रेण अन्तिम हल् वर्णः प्राप्नोति, किन्तु यदा प्रत्ययः विभक्तिप्रत्ययः भवति चेत् तस्य लोपः विभक्तौ तु स्मात् तवर्ग सकारमकार तेषाम् इत् संज्ञा न भवति. न भवति कदा? अत्र न विभक्तौ तु स्माः इति सूत्रमस्ति खलु, न विभक्तौ यदा विभक्तिप्रत्ययः अस्ति चेत् प्रत्यये विद्यमान तवर्ग सकारमकार मकाराणां संज्ञा न भवति. बाधकसूत्रमस्ति, हलन्त्यस्य बाधकसूत्रम्. हलन्त्यम् एतस्य बाधकसूत्रं केवलं विभक्तिप्रत्ययस्य कृते. ओके, तर्हि अवगतवन्तः, केवलं विभक्तिप्रत्ययस्य कृते बाधकसूत्रमागच्छति, हलन्त्यम् एतस्य सूत्रस्य किं स्टापर्. तत्र सवर्गीयवर्णः सकारः मकारः आगच्छति चेत् अन्तिमः हल् इति तत्र तस्य इत्संज्ञा न भवति. अवगतं सर्वे? भगिनि एकः प्रश्नः अस्ति तत्र, द्वितीय सेण्टेन्स् विभक्तिश्च इत्यनेन सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसङ्ख्याः. तत् सो is this applicable to both ting pratyaya as well? कारणं विभक्ति इति डेफिनिशन् कुत्र मिलि दत्तमस्ति विभक्तिश्च तत्र विभक्तिविषये स्पष्टीकरणं कृतमस्ति ओके अतः तस्य आधारेण सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञा प्राप्नुवन्ति ओके अतः न विभक्तौ तु स्मः इत्युक्ते सुप्रत्ययाः इत्युक्ते किं विभक्तिरूपं वयं प्राप्नुमः न आं भगिनि तेषाम् उपयोगेन वयं विभक्तिरूपाणि प्राप्नुमः तदनन्तरं तिङ्प्रत्ययानां योजनेन वयं लकाररूपाणि प्राप्नुमः एतेषां योजनं भवति तदा हलन्त्यम् इत्यस्य प्रयोगम् आगच्छति अवकाशः आगच्छति परन्तु बाधकसूत्रं न भवति स्मः इत्युक्ते यदा अन्तिमः वर्णः कवर्गे अस्ति अकारः अस्ति अथवा मकारः अस्ति भगिनी योर् वाय्स् इस् ब्रेकिङ्ग् भगिनि ब्रेकिङ्ग् इट् इस् फर् मी इट् इस् नाट् क्लियर् ऐ आं भगिनि योर् वाय्स् इस् नाट् क्लियर् अन्येषां कृते सम्यक् अस्ति भगिनि न खण्डितं भवत् फर् मी इट् इस् ब्रेकिङ्ग् अण्ड् नाट् आडिबल् no you wear earphone bagini samyak get out getting karoti kadasthi samyak bhavishyati it is actually fading probably earphone. moving or it no, the microphone is a little bit nana etat the gap eva samyak tadeva speaker port speaker chinna bhavati kalu upari top tap karotu सम्यक् स्क्रीन् मध्ये उपरि एक मैक् मैक् सैन् भवति खलु तत् ट्याप् करोतु अरे इदानीमेव अहम् उषा नाम दृष्टवती गतं वा अनिल् हलन् न विभक्तौ तु स्मः समाप्तम् भवान् कस्य सूत्रस्य स्पष्टीकरणं कर्तुम् इच्छति आदिर्निटुडवः ओके आदिर्निटुडवः एतस्य अर्थं किम् आदिः निटुडव निटुडु सो आदौ धातु वा प्रत्ययः प्रत्ययस्य आदौ प्रत्ययानाम् आदौ यदि नी टु डु वर्णसमूहः अस्ति चेत् इत्संज्ञा भवति ओके समूहस्य इत्संज्ञा भवति ओके आं महोदय ओके अनुसूया भवती किं स्पष्टीकरणं करोति तदनन्तरं कथम् अस्ति किम् अस्ति न जानीमः करपत्रं तत्र एव स्थापितम् अस्ति करपत्रं दर्शयति महोदय अहं केवलं प्रश्नं पृच्छामि भवती स्पष्टीकरणम् इच्छति ओके मनसि किमपि नास्ति चेत् अग्रे गच्छामि चिन्तयतु तदनन्तरं किं सूत्रमस्ति तदेव चिन्ता मास्तु सम्यक् न शृणोमि न विभक्तोति स्मः करणीयं वा समाप्तम् ओके भागीरथी नास्ति चन्द्रमती अहम् अस्मि भगिनि अहं वदामि वा भवती किं सूत्रं स्पष्टीकरणं कर्तुम् इच्छति शाप् प्रत्ययस्य ओके शः प्रत्ययस्य ओके प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य संज्ञा भवति ओके बहु सम्यक् केवलं प्रत्ययस्य विषये एतत् अस्ति स्मरणीयं धातुविषये श्वः न उपयोगं करणीयं केवलं प्रत्ययस्य विषये ओके भागीरथी भगिनि वदतु अहं प्रयत्नं करोमि लषक्व तद्धिते भगिनि आदिर्नीतु डवः न तत्त्व समाप्तं लषक्व तद्धिते भवती उक्तवती वदतु तस्मिन् विषये अत्र उपदेशे अच् अनुनासिक इत्यस्मात् उपदेशे प्रत्ययस्य आदिः ल श कु अतद्धिते तद्धितः नास्ति अतद्धिते इत् भवति इत् संज्ञा भवति अत्र तु किञ्चित् भ्रमः अस्ति हा भवती उपदेशे अच् अनुनासिक इति वा इत् वदति लषक्व तद्धिते अपि वदति किमस्ति हा कृष्णमूर्तिमहोदय अस्ति वा इदानीं लषक्व तद्धिते एतस्य स्पष्टीकरणं करोतु महोदय उपदेशे प्रत्ययस्य बिगिनिङ्ग् आदिः लषुकु अस्ति अच्छिते अतच्छिते अपि इत् अस्ति पुनः वदतु किञ्चित् भवतः ध्वनिः गतः उपदेशे प्रत्ययस्य आदिः लषकु इत् संज्ञा अस्ति महोदय ओके लषकु इत्युक्ते किं तद्धिते अपि इत् संज्ञा भवति ओके परन्तु लषकु इत्युक्ते किं तस्य स्पष्टीकरणं करोतु लकारः शकारः लकारः शकारः अथवा कवर्गीयवर्णाः कुत्र अस्ति प्रत्ययस्य आदिः प्रत्ययस्य आदिमवर्णः अस्ति चेत् तेषां किं भवति भवति बहु सम्यक् लकारः शकारः अथवा कवर्गीय कोऽपि वर्णः आदिमवर्णः अस्ति चेत् तदपि प्रत्यये तदा तस्य इत्संज्ञा भवति परन्तु कुत्र न भवति कृष्णमूर्तिमहोदय कुत्र न भवति लषक्व तद्धिते इति लिखितम् अस्ति तद्धित अस्ति चेत् तद्धित अस्ति चेत् भवति अतः प्रथमं परिशीलनं करणीयं तद्धितप्रत्ययः अस्ति वा न यदा तद्धितप्रत्ययः नास्ति तदा लकारशकारकवर्गीयवर्णानाम् इत्संज्ञा करणीयम् तद्धितप्रत्ययः अस्ति चेत् एतत् कार्यं त्यक्तव्यम् ओके अवगतवन्तः वा सर्वे धन्यवादः महोदय स्पष्टीकरणं सम्यक् अस्ति रूपल् धन्यवादः रूपल् नमो नमः किम् अवशिष्टम् इतोपि तत्र द्वयमस्ति, भवती किं चिनोति? चुटु वदामि. ओके, यदि प्रत्ययस्य आदौ चु इत्यत्र च च ज ज य च चवर्गीय अथवा सवर्गीयवर्णः अस्ति तर्हि तस्य इत्संज्ञा भवति. केवलं प्रत्ययविषये, धातुविषये न, धातुविषये प्रत्ययविषये सवर्गीय चवर्गीयवर्णाः सन्ति चेत् इत्संज्ञा भवति. सर्वमङ्गला. अन्तिम सूत्रम् उपदेशे जनुनासिक वदतु. उपदेशे अनुनासिक इत् अनुनासिक न, उपदेशे जनुनासिक इत्युक्ते उपदेशे अनुनासिक यदा उपदेशनं करोमि चेत् अच्वर्णः अच्वर्णः कुत्र? अच्वर्णः अनुनासिकः उपदेशे चेत् तस्य इत्संज्ञा भवति. किञ्चित् अधिकं स्पष्टीकरणं करोतु. उपदेशे इत्यर्थे धातौ, उपदेशे इत्यर्थे धातौ प्रत्यये अपि आदेशे आगमे अपि अच्वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति. अच्वर्णः भवितव्यं कुत्रापि अथवा केवलम् आदिमभागे अन्तिमभागे? आदौ आदौ अन्त्ये मध्ये कुत्रापि भवितुमर्हति. कुत्रापि भवितुमर्हति, कुत्रापि भवितुमर्हति. ओके, कुत्रापि यदा अनुनासिकवर्णः अस्ति, अच्वर्णः अस्ति, तदा तस्य इत्संज्ञा भवति. ओके ओके, इदानीं सीतालक्ष्मी, वाच्यमेकमस्ति ईर इत्संज्ञा वाच्या इति, तस्य स्पष्टीकरणं करोतु. लक्ष्मी नास्ति वा भगिनी? प्रश्न पुनः वदतु प्लीज. इर इत्संज्ञा वाच्या इति एकं वार्तिकमस्ति, तस्य अर्थं किम् अथवा तस्य स्पष्टीकरणं किम्? सीतालक्ष्मी ध्वनिना आगच्छति. उषा, उषा इति राज अस्ति वा? भगिनि अहं बहिः अस्मि, फङ्क्षन् कम् अधिकम् अस्ति भगिनि. विजया इति राजन् अस्ति वा? आं भगिनि, अहम् उषा यतिराज अस्मि. अहं बहिः अस्मि, सम् फङ्क्षन् इस् गोयिङ्ग् आन्, डिस्टर्बेन्स् अधिकम् अस्ति भगिनि. चिन्ता मास्तु, अतः एव अहम् उषायाः नाम आहूतवती. ओके, सा तु उत्तरं न दत्तवती, अतः अग्रे गच्छामि. लक्ष्मी, ओ नो, विजया एति राजः अस्मि महोदय अत्र. ओके फैन्, इर इत्संज्ञा वाच्या एतस्य किञ्चित् स्पष्टीकरणं करोतु. नमस्कारः महोदय. इर् इत्यस्य इर् इत्संज्ञा वाच्य अत्र दत्तं वा? अत्र न विभक्ता तुष्माः एव अस्ति खलु. इर् इति इत्संज्ञा वाच्य इत्युक्ते यत्र यत्र अन्तिम टी भागस्य इर् उर् एतत् आगच्छति चेत् अत्र इर् इत्संज्ञा वाच्य वार्तिकेन अत्र विधिर् इति आगच्छति चेत् अत्र विधि एव तिष्ठति, इर् अत्र लोपं भवति, इत् भवति. पुनः वदतु. इर् इत्स् इर् इत्स् संज्ञा अत्र कुत्रापि अस्ति वा करपत्रे नास्ति वा अस्ति अत्र अहं तु न रक्षामि न कुत्रापि तु अस्ति अतः अहं नोट् कृतवती ओके इर् इत्स् संज्ञा वाच्य किं सूचयति एतत् वार्तिकं किं सूचयति चेत् बिदीर् इति स्वीकुर्मः धातुः स्वीकुर्मः चेत् अत्र वित् योगः इर् भवति अत्र इर् इत्संज्ञा वाच्य इति वार्तिकेन एतत् लोपं इत् भवति एतदेव इर् इत्संज्ञा वाच्य वार्तिकं सूचयति धन्यवादः महोदय अग्रे पठामि वा किम् अस्ति न न किमपि नास्ति पठनीयम् इदानीं अस्तु भगिनि अस्तु महोदय धन्यवादः अनिल् इर् इत्संज्ञा वाच्य एतस्य विषयं किञ्चित् इर् इत्संज्ञा वाच्य इति वार्तिकम् अस्ति एतत् वार्तिकम् अनुसारेण इर् वर्णसमूह अपि इत्संज्ञा अस्ति ओके इर् एतत् कुत्र आगन्तव्यम् इर् सामान्यतया अन्ते अन्ते आगतं लैक् बिदिरं छिदिरं छिद् ओके केवलम् अन्ते इर इर् इति वर्णसमूहः अस्ति ओके आम् सामान्यतया धातुविषये एव आगच्छति परन्तु तत्तु स्पष्टं नास्ति न इर् वर्णसमूहः इ अनुनासिक इकारः अस्ति हा तत्तु मनसि स्थापनीयम् वक्तव्यम् ई इकारः यदस्ति तत् अनुनासिक इकारः तदनन्तरं रेफः इर् इति यद् अस्ति अस्य वर्णसमूहस्य इत्संज्ञा भवति ओके इदानीं किञ्चित् अप्लिकेशन् पश्यामः हा कथं करणीयं भगिनी एकसंस्था भगिनी एक अत्र हलन्त्यम् इत्यस्मिन् सूत्रे उपदेश अच् अनुनासिक इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः एवं दत्तमस्ति भगिनी अत्र केन् यु प्लीस् एक्स्प्लैन् भगिनि एक्साक्ट् वाट् डस् इट् मीन् दट्स् वाट् ऐ एम् नाट् एबल् टु अण्डर्स्टाण्ड् भवत्याः प्रश्नम् अहं न अवगतवती प्रश्नम् उदाहरणेन हलन्त्यम् अनुवृत्तिः अत्र अस्ति किल अनुवृत्तिः अतः हलन्त्यम् उदाहरणे हलन्त्यम् इत्यस्मिन् सूत्रे उपदेश अच् अनुनासिक इत् इत्तस्मात् इत्यस्मात् सूत्रात् उपदेशे अगेन् इत् अनयोः अनुवृत्तिः अन्द सेण्टेन्स् ऐ एम् नाट् एबल् टु अण्डर्स्टाण्ड् बगिन् ओके अत्र एवं दत्तम् अस्ति भगिनि अनुवृत्ति अधः सो ईच् सूत्रस्य ज्ञातुं किञ्चित् कष्टमस्ति भगिनि एकम् एकं पठित्वा कृपया वदतु भगिनि ओके अत्र किमपि ओके हलन्त्यम् इति सूत्रम् अस्ति अस्ति सूत्रं सम्पूर्णं नास्ति ओके एतत् सूत्रं सम्पूर्णं नास्ति अवगतं तावत्पर्यन्तं अवगतं भगिनि अवगतं तावत्पर्यन्तम् अवगतं स्पष्टम् अवगतम् ओके इदानीं भवती हा पुत्रं वदति हा अहं चलचित्रं द्रष्टुं गच्छामि. I'm going to see a movie. उत्तमं भगिनि. चलचित्रं द्रष्टुं गच्छामि. कुत्र किं वदति? अहमपि यदा सः वदति सम्पूर्णवाक्यं किं भवति तत्र? आं भगिनि, पूरयतु. अहमपि, सः केवलम् अहमपि वदति अथवा अहमपि आगच्छामि. ओके, इदानीं सम्पूर्णं किं भवति तत्र? अहमपि आगच्छामि सम्पूर्णं. हा, अहम न, भवत्याः वाक्यं किम्? अहं चलचित्रं द्रष्टुं गच्छामि. ओके, भवत्याः सम्पूर्णवाक्यम् अहं चलचित्रं द्रष्टुं गच्छामि. चित्रं वदति अहमपि आगच्छामि. तत्र वाक्यसम्पूर्णमस्ति अहं पुत्रेण सह चलचित्रं द्रष्टुं गच्छामि. ओके वा? न, ओके, दर्शयामि इदानीं. हा, किमस्ति एतत्? बहु किम् उपयोगी अस्ति, एकम् आवश्यकमपि अस्ति. इदानीं पश्यतु. अहं चलचित्रं द्रष्टुं दृश्यते गच्छामि. ओके, एतत् भवत्याः वाक्यमस्ति. ओके, भवत्याः नाम किम्? भागीरथी. भागीरथी, अतः अत्र केवलं भा लिखामि. ओके, भागीरथी एतत् वदति. तदनन्तरं पुत्रः किं वदति? अहम् अपि. ओके, पुत्रः वदति अहम् अपि. ओ, अहम् अपि. भवती किम् अवगच्छति एतस्य? केवलम् अहमपि यदा पुत्रः वदति तदा भवती किम् अवगच्छति? पुत्रः अपि आगन्तुम् इच्छति. अतः पुत्रस्य वाक्ये किं किं न उक्तम्? अहमपि चलचित्रं द्रष्टुं आगच्छामि. ओके, पुत्रः किं वदति? केवलम् अहमपि वदति. भवती किम् अवगच्छति? अहम् अपि चलचित्रं अहम् अपि चलचित्रं द्रष्टुं गच्छामि अथवा आगच्छामि. अत्र गच्छामि, आगच्छामि. ओके, ओके भगिनि. इदानीं किम् अभवत्? एतत् यत् अहमपि अस्ति, एतत् सम्पूर्णं कर्तुं वयं केचन पदानि अत्र स्थापितवन्तः. आं भगिनि. किमर्थं? वाक्यपूरणार्थम्. ओके, केवलम् अहमपि सम्पूर्णं नास्ति. पूर्वं यदुक्तम् अस्ति तस्य आधारेण अहमपि वयं वदामः. ओके, पुत्रः किमर्थं केवलम् अहमपि वदति? कारणं पूर्वम् अहं चलचित्रं द्रष्टुं गच्छामि इति भवती उक्तवती, तस्य आधारेण पुत्रः अहमपि इति वदति. परन्तु यदा केवलम् अहमपि वयं पश्यामः तस्य सम्पूर्णार्थम् एतस्य भागस्य आवश्यकम् अस्ति वा? नास्ति भगिनि. कथं? केवलम् अहमपि अस्ति. अहम् उक्तवती द्रष्टुं गच्छामि, अहमपि अहं ज्ञातुं शक्नोमि, अहमपि चलचित्रं द्रष्टुम् आगच्छामि इति पुत्रस्य वाक्यम् अहं ज्ञातुं शक्नोमि. सो अहमपि पर्याप्तम्. तत् सत्यं यदा पूर्ववाक्यम् अस्ति चेत्. पूर्ववाक्यम् अस्ति चेत् पूर्ववाक्यं न दृश्यते, केवलम् अहमपि दृश्यते. अस्माकं हलन्त्यं यदस्ति, एतस्य पूर्ववाक्यं दृश्यते वा? कुत्र हलन्त्यम् एतस्य इक्वेशन् पश्यतु. अहमपि यदस्ति तत् तस्य स्थाने हलन्त्यम् इति चिन्तयतु. ओके ओके भगिनि. ओके तस्य पूर्वं एतत् आगतम् उपदेशे अनुनासिकयुक्त. ओके, इदानीं यदा अहं पश्यामि हलन्त्यम् एतस्य सम्पूर्णं कर्तुं एतस्य सूत्रस्य सम्पूर्णार्थम् अहम् इतः केचन पदानि स्वीकरिष्यामि. यदा भवती स्वीकृतवती न चलचित्रं द्रष्टुं गच्छामि, एतत् सर्वं भवती स्वीकृतवती इतः. अहमपि यदस्ति तस्य सम्पूर्णार्थं भवती इतः पदानि स्वीकृतवती, अत्र अपि तदेव कृतम्. अतः एतस्य सूत्रस्य सम्पूर्णार्थं वयं किं किं स्वीकुर्मः? उपदेशे हल् अथवा अन्त्यं वाक्यं सम्पूर्णं सम्यक्तया करणीयं न? आं भगिनि, उपदेशे अन्ते अन्त्यम् हल् इत् इत् आं भगिनि. इदानीम् एकं क्रियापदमपि स्थापयामि चेत् वाक्यं भवति, अन्यथा वाक्यसम्पूर्णं न भवति. ओके, सामान्यतया वयं वाक्यरूपेण लिखामः चेत् अवगमनं स्पष्टं भवति, वाक्यं नास्ति चेत् तस्य सम्पूर्णार्थं वयं क्रियापदं स्थापयामः. इदानीम् अवगन्तुं सरलमस्ति? सरलं सरलं भगिनि. अन्त्यं हल् हल् भवति. परन्तु कदा? उपदेश अवस्थायां. तत्तु इतः वयं स्वीकृतवन्तः. इत् अपि इतः वयं स्वीकृतवन्तः. अतः एतत् अस्ति अस्माकं मी टु फिनोमिनल्. ओके, पूर्णं कर्तुम् एकं तु सूत्रमस्ति. सूत्रं बहु लघु अस्ति. किमर्थं? कारणं पूर्वं यद् उक्तम् अस्ति यदा तदेव पदस्य उपयोगम् अग्रे कर्तव्यं चेत् रेपिटिशन् न भवति. रेपिटिशन् न भवति. तदस्ति अनुवृत्तिः. ओके ओ तदेव अनुवृत्ति रेपिटेशन् दट् ऐ नो रेपिटेशन् ओके अतः उपदेशे इत् अत्र स्वीकृतमस्ति हा पदद्वयं हन्त्यम् अस्ति एव उपदेशे हल् इत् भवति ओके उपदेशे अन्त्यं हल् भवति उत्तमं हल् भवति चेत् तस्य इत् भवति ओके ओके भगिनि इत् उपदेशे इत् इत् अनयोः इत् अनयोः बिट्वीन् द टु के बिट्वीन् द टु भगिनि इत् इत् अनयोः उपदेशस्य अन्ते हल् वर्णः अस्ति किं लिखितमस्ति चेत् उपदेशे अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत् संज्ञा भवति अवगतम् अवगतं भगिनि इदानीं पर्यन्तम् अवगतम् अनन्तरं हल् प्रथमान्तं अन्तं प्रथमान्तम् ओके अत्र पदद्वयमस्ति हल् अन्तं द्विपदसूत्रम् अनुवृत्तिसहितसूत्रमस्ति उपदेशे अन्त्यं हल् इति तत् वयं दृष्टवन्तः इदानीं इदानीं कुत्र अस्ति भवत्याः प्रश्नः अनयोः पेज् किञ्चित् अधः आगच्छतु अनिवृत्तिः आगच्छति भगिनि तत्र अस्ति अनुवृत्तिः तत्र अस्ति भगिनि भगिनि अत्र अत्र अत्र प्रथमान्तम् अन्त्यं सो अत्र अन्त्यम् एव इत् भवति ओके वा भगिनि अनुवृत्तिः अधः भगिनि अधः हलन्त्यम् अत्र अनुवृत्तिः अत्र अत्र भगिनि हलन्त्यम् हलन्त्यम् इत्यस्मिन् उपदेशे जनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः इति अनयोः अनयोः बिट्वीन् द टु नो वचनं अनयोः शब्दस्य पदस्य अनयोः पदस्य वचनं किं वचनं पुल्लिङ्गं भगिनि वचनं पृच्छामि भवती लिङ्गं वचनं द्विवचनं भगिनि द्विवचनं विभक्ति किं विभक्ति सप्तमी सप्तमी विभक्ति षष्टि अत्र षष्टि अपि सप्तमी अपि षष्टि विभक्ति भगिनि ओके अतः किमर्थं द्विवचनम् उपयुक्तम् अस्ति That is what I want to know. उपदेशे इत् कति पदानि सन्ति अत्र उपदेशे इत् पदद्वयम् अस्ति भगिनि पदद्वयम् अतः अनयोः ओके उपदेशे इत् अनयोः इति पदद्वयोः अनुवृत्तिः अनयोः ओके पदद्वयोः के पदा किम् उपदेशे इत् उपदेशे पदम् एकं पदम् इत् इत् इत् अनयोः इत्युक्ते पदद्वयोः अनुवृत्तिः कृतमस्ति हलन्त्यम् इति सूत्रस्य सम्पूर्णार्थम् ओके भगिनि एवमेव अत्र सर्वाणि सूत्राणि अहं ह्यः ज्ञातुं प्रयत्नं कृतवती भगिनि तदेव भगिनि उत्तमं भगिनि अनुवृत्तिविषये स्मरणीयं हा अत्र उपदेशे जनुनासिक इत् एतस्य सूत्रस्य कृते अनुवृत्ति किमपि आवश्यकता नास्ति कारणं सूत्र स्वयमेव सम्पूर्णम् अस्ति यदा एतस्य वयं विभजनं कुर्मः उपदेशे उपदेशे अनुनासिक इत् इत् संज्ञा भवति. ओके ओके उपदेशे एकं पदम् अच् द्वितीयं पदम् अनुनासिक तृतीयं पदम् इत् चतुर्थं पदं चत्वारि पदानि सन्ति सम्पूर्णमस्ति सूत्रम् अतः अनुवृत्ति नास्ति नास्ति परन्तु यत् सूत्रमस्ति तत् स्वयं सम्पूर्णं नास्ति अतः उपरि यत् अस्ति पूर्वं यत् उक्तम् अस्ति ततः केचन पदानि अत्र वयं स्वीकुर्मः अत्र वयं स्वीकुर्मः तस्य तेषां किम् उपयोगेन हलन्त्यं यत् सूत्रमस्ति एतस्य सम्पूर्णं कर्तुम् उपयोगी भवति अतः यदा भवती किं कृतवती अत्र हा अहं चलचित्रं द्रष्टुं गच्छामि उक्तवती पुत्रः बहु सम्यक्तया अहमपि केवलं तावत् उक्तवान् अनुवृत्तिः अत्र नास्ति बिकास् इट् इस् अण्डर्स्टुड् नो अहमपि अहमपि अहमपि सम्यक् अर्थम् अवगच्छति भगिनि अतः तस्य आधारेण एव अवगन्तुं शक्नोति आं भगिनि तस्य आधारेण एव अवगन्तुं शक्नोमि अतः भवती मनसि किं करोति यत् अर्धं वाक्यम् अस्ति तस्य सम्पूर्णार्थं भवती पूर्वं यदुक्तम् अस्ति ततः केचन पदानि स्वीकरोति यदा अहं केवलम् अहमपि वदामि एतस्य अवगमनं नास्ति चेत् कथम् एत अहमपि एतस्य अवगमनं कर्तुं शक्नुमः आं भगिनि किम् आं भगिनि वदतु वदतु पूर्वतनवाक्यस्य अर्थम् अवगमन अनन्तरम् एव अहं ज्ञातुं शक्नोमि अतः केवलम् अहमपि उक्तं चेत् यदा अत्र हलन्त्यम् उक्तम् अस्ति तदा अवगमनं भवति वा न भगिनि न भवति पूर्वं यत् उक्तम् अस्ति तस्य उपयोगं कृत्वा अर्धं यदस्ति तस्य सम्पूर्णं कुर्मः कुर्मः ओके उत्तमं भगिनि इदानीम् अवगतं भगिनि सर्वे जनाः अवगतवन्तः अथवा इतोपि प्रश्नाः सन्ति अन्येषां कृते अपि बहु समयं वयं यापितवन्तः अनुवृत्तिविषये पुनः किमपि अस्ति प्रश्नं चेत् वदन्तु अन्यथा अग्रे गच्छामः ओके इदानीम् अभ्यासविषये चिन्तां कुर्मः आं भगिनि ओके हा वयं किं किं कृतवन्तः अद्य किञ्चित् स्पष्टतया कर्तव्यं हा ओके अद्य समापयामः अहम् इति चिन्तयामि हा किं सुप् प्रत्ययानां विषये वयमेकम् अभ्यासं स्थापितवन्तः इदानीं भवन्तः प्राप्तवन्तः पूर्वं मया न प्राप्तं भगिनि किमर्थं वाट्सप् मध्ये प्रेषयितुं शक्यते वा अहं वाट्सप् मध्ये किमपि प्रेषयितुं न जानामि ईमेल् मध्ये जानामि यदा वाट्सप् मध्ये आगच्छति तदा फार्वर्ड् कर्तुं जानामि ओके परन्तु ईमेल् तः अथवा कम्प्यूटर् तः वाट्सप् मध्ये कथं करणीयं न जानामि. अतः एकवारम् अहं प्रेषितवती. मेल् न प्राप्तं भगिनि, मया न प्राप्तं यद् ह्यः अप्डे सर्च् रिसर्च् करपत्रे एव अस्ति भगिनि. पूर्वं प्रेषितं करपत्रम् अस्ति खलु, त्रि तत्र एव. ओके, कोऽपि प्रेषयितुं शक्यते वा गणे वाट्सप् मध्ये, पूर्णिमा भगिनी अथवा कोऽपि और् सर् सुब्रह्मणि सर् चन्द्रमती अस्ति वा? आं भगिनि. ओके, एतत् यत् अहं प्रेषितवती गतावसरे वा तत्पूर्वं, सुप्रत्यय विकरणप्रत्ययः विषये वर्ड् डाक्युमेण्ट् मध्ये अहं प्रेषितवती. ओके, उदाहरणमपि दत्तवती. ओके, एतत् भवती प्राप्तवती वा न? प्राप्तवती, न प्राप्तवती. न प्राप्तवती इत्युक्ते भवती न दृष्टवती, एतदेव अहं वक्तुं शक्नोमि. जया. आं भगिनि. उद्घाटितवती? न दृष्टवती, न दृष्टवती. न दृष्टवती इत्युक्ते कार्यं न कृतवती. कृष्णमूर्ति महोदय, क्षम्यताम्. कृष्णमूर्ति. आं महोदय. प्राप्तवान्? आं महोदय. वर्ड् डाक्युमेण्ट् मध्ये अहं प्रेषितवती गतावसरे वा तत्पूर्वम्? अटाच्मेण्ट् उद्घाटयतु. ओके, ओके. सुविषये अत्र स्पष्टतया दर्शितमस्ति, पठतु प्रथमं. आं महोदय. प्रथम प्रत्ययः विभक्तिप्रत्ययः स्तु अस्ति. सु औजस्, अमौजस् वयं दृष्टवन्तः न बहु बहु कालापूर्वं. सु औजस्, अमौजस्, ताभ्यां भिस् एतत् सर्वं वयं दृष्टवन्तः. तदनन्तरं तस्य अन्तिमरूपमपि वयं पठितवन्तः अथवा दृष्टवन्तः, उपयोगमपि कृतवन्तः. ओके, इदानीं महोदय आरम्भस्तरे सु अस्ति. सु सु अस्ति महोदय. सु अस्ति. तस्य प्रोसेसिङ्ग् कथं भवति वदतु. अत्र लिखितमपि अस्ति, पठनमेव कर्तव्यम्. अनन्तरम् अग्रे सु इत्युक्ते सु प्लस् आन उ वु, सु प्लस् उ मिलित्वा सुप् अस्ति. सुप् न महोदय, प्रथमा एकवचनं केवलं सु. सुप् नास्ति, सुप् इत्युक्ते सम्पूर्ण 21 प्रत्ययाः तत्र. महोदय, प्रथमा एकवचनं, प्रथमा एकवचनं सु. ओके, तत्र इत्संज्ञकवर्णः किम्? सु उ अस्ति. अनुनासिक उ, अनुनासिक उ. आम्, सूत्रं किम्? अनुनासिक महोदय. वदतु. उपदेशोजनुनासिक इत् इति सूत्रेण उ अनुनासिक उ इत्यस्य इत् इत् संज्ञा. आम्. ओके, तदनन्तरं किं कार्यं भवति? एकवारम् इत् संज्ञा इति कृतं चेत् तदनन्तरं किं कार्यम्? We cannot include it in writing. we have to leave it out. Ha, parantu sutramapi asti na patatu. Amode upadesho janunasika it iti sutrena anunasika u ityasya it bhavati. इत् संज्ञा भवति. संज्ञा भवति आं महोदय. तदनन्तरं किं कार्यं कर्तव्यम्? पठन्तु. लोपः लोपः लोपकार्य लोपकार्यं तदर्थं किं उपयोगं कर्तव्यम्? आदेश आदेशः आगमः महोदय अत्र यत् लिखितमस्ति द्रष्टुं शक्नोति वा न? द्रष्टुं शक्नोमि महोदय. ततः तदेव पठतु. उपदेशे अनुनासिक इत् इति सूत्रेण अनुनासिक उ इत्यस्य इत् अनुनासिक अस्ति चेदपि अनुनासिक इत् अपि उपदेशे अनुनासिक इत् इति सूत्रेण अनुनासिक उ इत्यस्य इत् अनुनासिक उ इत्यस्य अपि उ इत् कर्तुं शक्यते. महोदय भवान् द्रष्टुं शक्नोति शेर् स्क्रीन्? आं महोदय. किं लिखितम् अस्ति? सम्पूर्णं पठतु. उपदेशे उपदेशे अनुनासिक इत् उपदेशे अनुनासिक इत् इति सूत्रेण अनुनासिक उ इत्यस्य इत् संज्ञा भवति. अनन्तरम् न द्रष्टुं शक्नोति वा? मुत्तुलक्ष्मी सम्पूर्णं पठतु. उपदेशे जनुनास्तिक इत् इति सूत्रेण उम् इत्यस्य इत् संज्ञा तस्य लोपः इत्यनेन उम् लोपः इस् इति रूपम् अन्विष्यते. महोदय अवशिष्यते. क्षम्यतां जि अवशिष्यते. ओके. उकारस्य लोपः अनुनासिक उकारस्य लोपः केन सूत्रेण? लक्ष्मी केन सूत्रेण? अनु उपदेशे उपदेशे जनुनासिक इत् इति सूत्रेण इत्संज्ञा भवति. परन्तु लोपकार्यं केन सूत्रेण भवति? जानामि महोदय. पूर्णिमा तस्य लोपः इति सूत्रेण तस्य लोपः भवति. मुत्तुलक्ष्मी सूत्रद्वयमस्ति. एकं सूत्रम् इत् संज्ञा स्थापनीयं, द्वितीयं सूत्रं लोपकार्यं कर्तव्यम्. ओके किमस्ति अवगतवती? तस्य लोपः इत्यनेन सूत्रेण लोपः न. भवत्याः अवगमनं सम्यक् नास्ति. पुनः वदतु क्यू इत्यस्य प्रोसेसिङ्ग् कथं भवति? उपदेशे जनुनासिक इत् इति सूत्रेण उम् इत्यस्य इत् संज्ञा तस्य लोपः इत्यनेन उम् लोपः इति रूपम् अवशिष्यते. किम् अवशिष्यते? इति रूपम् अवशिष्यते. अवशिष्यते उम् लोपः भवति. उकारस्य अनुनासिक उकारस्य लोपः भवति. कृष्णमूर्तिमहोदय वदतु इदानीम्. वदतु सु इत्यस्य प्रोसेसिङ्ग्, तदनन्तरम् अग्रे गच्छामः. स्क्रीन् दृश्यते वा न? नौ ऐ एम् सेयिङ्ग् सु अर्थात् सु प्लस् वु सु सु इत्यत्र सु अनुनासिक उ महोदय महोदय ध्वनि न श्रूयते. उपदेशे जनुनासिक इति सूत्रं अनुनासिक. अयो वाय्स् इस् गोयिङ्ग् इत् संज्ञा भवति. ओके अनन्तरं द्वितीयं कार्यं तस्य तस्य लोपः सकारः अवशिष्यते. महोदय भवतः ध्वनिः बहु किं कष्टमस्ति श्रोतुम्. इदानीं वयं किं कुर्मः, वयं साक्षात् प्रोसेसिङ्ग् कुर्मः. एकनिमिषं वा अहं वीडियो आरम्भं करोमि. महोदय तत् अहं प्रेषितवती गणे, भवत्याः शीट् अहं गणे प्रेषितवती. अहं न जानामि इदानीं वीडियो कथं आरम्भं करणीयम्. एकनिमिषं दृश्यते वा? ओके इदानीं फलकं दृश्यते. डाक्युमेण्ट् एव दृश्यते महोदय. डाक्युमेण्ट् एव दृश्यते. अहं स्थगयामि हा, स्टाप् स्क्रीन् शेरिङ्ग्. ओके इदानीं इदानीं अत्र सूत्राणि यानि वयं पठितवन्तः तानि अत्र स्थापितानि सन्ति. ओके तावत्पर्यन्तम् अवगतं सर्वे? परन्तु एत परन्तु एतानि सूत्राणि सम्यक् न दृष्ट सम्यक् न दृष्टं द्रष्टुं शक्नोति वा स्थापितं न सम्यक् न दृष्टं दृष्टानि कृष्णफलकं सम्यक् न दृश्यते the writing matlab the font is light it's very Can you shift the camera, Mahodaya? Camera? up. We are not able to... Yeah. Little more. Can you brush it in? ओके यावत्पर्यन्तं हा इदानीं वयं किं कुर्मः कदा अनुबन्धसूत्राणाम् उपयोगं भवति प्रथमम् अनिल् वदतु महोदय प्रश्नः कः अहं न अवगतं कदा एते किम् एतानि सर्वाणि अनुबन्धसूत्राणि सन्ति तत्तु वयं जानीमः ओके अनुबन्धसूत्राणाम् उपयोगं कुत्र भवति अनुबन्धानां सूत्राणाम् उपयोगम् उपदेशे भवति उपदेश अवस्थायाम् एव भवति ओके उपदेशावस्थायामेव भवति केवलम् उपदेश अवस्थायां अतः प्रथमकार्यं वयम् उपदेशः अस्ति वा न महोदय किञ्चित् अधः लिखतु दृश्यते उपरि न दृश्यते आम् दृश्यते महोदय अथवा न न इत्युक्ते किमपि कार्यं न अवगतम् अवगतं महोदय भागीरथी प्रथमं किं परिशीलनं कर्तव्यं यदा अवस्था ओके आं भगिनि न उपदेश अवस्था न इत्युक्ते किमपि कार्यं नास्ति आम् अस्ति चेत् कति भेदाः भागीरथी इदानीं वदतु आम् उपदेश अवस्थायाम् आं भवति चेत् प्रथमं किं परिशीलनं कर्तव्यम् अच् अनुनासिक न सूत्राणाम् उपयोगात् पूर्वं सूत्राणाम् उपयोगात् पूर्वं किं निर्णयं कर्तव्यम् प्रत्ययः वा धातुः वा सर्वेषां वा धातुः अस्ति प्रत्ययः प्रत्ययः ओके धातुः अस्ति वा प्रत्ययः अस्ति ओके ओके भगिनि प्रथमं वयं धातुविषये परिशीलनं कुर्मः धातु अस्ति चेत् प्रथमकार्यं किं कर्तव्यम् धातुः चन्द्रमती भवती वदतु धातुः अस्ति चेत् प्रथमत्रयः सूत्र उपदेशाचरणाख्यं आदद्वः सर्वम् अत्र कार्यं करोति. वयं किं कुर्मः आदिन्द्रवः न विभक्तौ संज्ञावाच्या चुडु शा चुडु प्रत्ययस्य एव करोति चुडु शा अपि प्रत्ययस्य एव कार्यं करोति लशक्कु अदत्तिडे अपि प्रत्ययस्य कार्यं करोति उपदेशे जन्मात् आदरणीकूटवः अवगतं यावत्पर्यन्तम् इदानीं प्रत्ययविषये प्रश्नाः सन्ति वा यावत्पर्यन्तम् आं भगिनि किं प्रश्नमस्ति ओके कृष्णमूर्ति कृष्णमूर्तिमहोदय आगच्छतु. इदानीम् अस्माकं हस्ते द्वितीय किं प्रत्ययः अस्ति. किं प्रत्ययः विभक्तिप्रत्ययः महोदय सुविषये वयं कृतवन्तः प्रोसेसिङ्ग्. द्वितीयं प्रत्ययः किम् अस्ति औ टि प्रत्ययः औ औ नो कृष्णमूर्तिमहोदय चन्द्रमती इदानीं कृष्णमूर्ति महोदयम् अहं पृच्छामि. कारणं महोदय सुविषये उक्तवान् यत् लिखितम् आसीत् इदानीं स्वयमेव अन्य करिष्यति. ओके कृष्णमूर्ति महोदय औ यदस्ति औ तत्र प्रथमकार्यं धातुः अस्ति वा प्रत्ययः अस्ति. प्रथमे धातुः अस्ति द्वितीये प्रत्ययः अस्ति महोदय औ यदस्ति अस्माकं हस्ते औ इति अस्ति ओके उपदेशव्यवस्थायाम् औ अस्ति. एतत् यदस्ति धातुः अस्ति वा प्रत्ययः अस्ति. धातुः अस्ति महोदय औ धातुः अस्ति रामौ विभक्तिप्रत्ययः अस्ति. जया जया अस्ति वा न ओके मुत्तुलक्ष्मी महोदय एक सन्देहः अपि अस्ति. वदतु महोदय उपदेश अवस्था अस्ति चेत् सूत्राणां निर्णयात् पूर्वं धातुविषये परिशीलनं वयं कुर्मः चेत् किं सूत्रं तत्र आगच्छति. न तत्र तु धातुपाठः अस्ति तस्य आधारेण वयं ज्ञातुं शक्नुमः धातुः अस्ति वा अन्य. ओके धातुपट् पाठस्य आधारेण धातुविषयं वयं ज्ञातुं शक्नुमः. ओके, प्रत्ययानां विषयं तु वयं लिस्ट् कृतवन्तः, अहं तत् प्रेषितवती अपि वर्ड् डाक्युमेण्ट् मध्ये सुप्रत्ययानाम् आवली. ततः एव वयं स्वीकृतवन्तः सु प्रथमं, द्वितीयमस्ति औ, परन्तु कृष्णमूर्तिमहोदयः उक्तवान् औ इति धातु अस्ति, कस्य आधारेण न जानामि, कारणं वयं तु लिखितवन्तः साक्षात् सुप्रत्ययानाम् आवली अस्ति इति, तथापि धातु इति तस्य मनसि भ्रमः अस्ति. ओके, धातुपाठस्य आधारेण निर्णयं कर्तुं शक्नुमः प्रथमं, तदनन्तरं धातुपाठस्य आधारेण एव गणविषयमपि वयं ज्ञातुं शक्नुमः. द्वयमपि मनसि स्थापयन्तु सम्यक्तया. ओके, वयं न निर्णयं कुर्मः कस्मिन् गणे अस्ति, पाणिनिमहोदयः धातुपाठे निर्णयं कृत्वा स्थापितवान् एव. परन्तु फलके लिखितवती खलु, तत् सम्यक् न दृष्टम्, अतः एव अहं पृच्छामि. धातुः इति लिखित्वा एरो मार्क् कृतवती खलु, धातु इति लिखित्वा एरो मार्क् सूत्राणां विषये अहं कृतवती, औ लिखित्वा एरो कृतवती, एरो विषये किं किं सूत्रं भवती एरो मार्क् कृतवती इति न दृष्टं सम्यक्. आदिर्निगूढवः, इरः इत् संज्ञा वाच्या, उपदेशे जनुनासिक इत्. पुनः एकवारं वदतु महोदय कृपया. हलन्त्यं यत् एतत् सर्वं वयम् इदानीमेव परिशीलनं कृतवन्तः, पठनं कृतवन्तः, अवगमनं कृतवन्तः, स्पष्टीकरणं कृतवन्तः. यदा तथापि न जानाति पुनः करपत्रं पठितव्यम्. प्रथमसूत्रम् अहं तु लिखितवती, हलन्त्यं, तदनन्तरम् आदिर्निकुडवः, तदनन्तरम् इर इत्संज्ञा वाच्या, अनन्तरम् उपदेशे जनुनासिक इति चत्वारि सूत्राणि न वक्तुं शक्नोमि. सूत्रत्रयमस्ति, एकं तु वार्तिकम् अस्ति. अस्तु अस्तु अस्तु महोदय. औ तु प्रत्ययः भवति तत्र. हा, औ इति प्रत्ययः अस्ति. हा, इदानीं प्रत्ययस्य प्रोसेसिङ्ग् कथं करणीयम्, एतस्य ज्ञानं वदतु. प्रत्ययस्य कृते औ यदस्ति, अत्र हल् वर्णः अस्ति वा? नास्ति, अत्र हलत्वं निष्कासयामः. औ अत्र आदिमवर्णः नी टु डु अस्ति वा? न महोदय, न. हा, अनन्तरम् इर् अस्ति वा अत्र? न महोदय, न. तदनन्तरम् अनुनासिकवर्णः अस्ति वा? न महोदय. विभक्ति प्रत्ययः अस्ति वा न? आम्, विभक्तिप्रत्ययः, विभक्तिप्रत्ययः अस्ति. अन्तिमवर्णः सकारः मकारः वा तवर्गे वर्णः अस्ति वा? नास्ति, नास्ति. तदनन्तरम् आदिमवर्णः लकार शकार कवर्गीय अस्ति वा? नास्ति. आदिमवर्णः शः श अस्ति वा, शकारः अस्ति वा, मूर्धनि शकारः? हलो मुत्तुलक्ष्मी, कमान्. न महोदय, न. आदिमवर्णः च वर्गीय अथवा टवर्गीय अस्ति वा? न महोदय. अतः एतस्य अन्तिमरूपं किं भवति? औ एव तिष्ठति. ओके, अतः औ विषये किमपि समस्या नास्ति. ओके, किमर्थं? कारणम् अनुबन्धवर्णाः न सन्ति तत्र. ओके, इदानीम् उपलक्ष्मी भवती एव तिष्ठतु. हा, तृतीय प्रत्ययः किम्? जस् इति अस्ति. इदानीं जस् विषये परिशीलनं करोतु. उपलक्ष्मी कमान्, जस् विषये हलन्त्यम् उपयोगं भवितुम् अर्हति? आं महोदय, हलन्त्यं हलन्त्यम् उपयोगं कर्तुं शक्नुवन्ति. किमर्थं वदतु? किमर्थं चेत् अन्ते हलन्त्यं भवति. अन्तिमवर्णः हल्वर्णः अस्ति. एषः प्रत्ययः विभक्तिप्रत्ययः अस्ति, तद्धितप्रत्ययः अस्ति वा अन्य? प्रत्ययविषये परिशीलनं कथं करणीयं? विभक्ति, तदनन्तरं तद्धित. महोदय, अत्र बोर्ड् कृष्णफलकं द्रष्टुं न शक्यते. अन्ते अस्ति एतत्, भवती यदा इदानीं लिखन् अस्ति एतत् अन्ते अस्ति, जस् अन्ते अस्ति. तत्तु अहं जानामि, परन्तु भवन्तः अपि पुस्तके लेखितुं शक्नुवन्ति न? अतः मम किञ्चित् काठिन्यम् अस्ति. केमरा इतोपि किञ्चित् तत् स्थाने स्थापनीयमिति. दृश्यते महोदय, सम्यक् एव दृश्यते. न दृश्यते महोदय. ओके, अहं वदामि न, प्रत्ययविषये परिशीलनं किं कर्तव्यं? विभक्तिप्रत्ययः अस्ति, तद्धितप्रत्ययः अस्ति वा अन्यप्रत्ययः अस्ति? जस् यदस्ति मुतुलक्ष्मी, अत्र अन्यस्थाने अस्ति वा तद्धितस्थाने अस्ति वा विभक्तिस्थाने अस्ति? प्रत्यये अस्ति. विभक्तिप्रत्यये अस्ति. विभक्तिप्रत्ययः अस्ति. अतः हलन्त्यम् इति सूत्रस्य एकं बाधकसूत्रमस्ति न विभक्तिप्रत्ययस्य कृते? तत् किम्? न विभक्तौ तु स्मः. विजया महोदय, भवत्याः पर्यायः नास्ति. ओके, मुत्तुलक्ष्मी प्रयत्नं करोति, समयं ददातु किं चिन्तनार्थं. विभक्तौ तु न स्मः. न विभक्तौ तु स्मः. ओके, एतस्य कारणेन किं भवति? तत्र हलन्त्यं न आगच्छति तत्र. किमर्थम्? क्षम्यतां महोदये, न जानामि. अन्तिमवर्णः किम्? इस् एव. न विभक्तौ तु स्मः किं वदति? न विभक्तौ स्मः तु इस् सकार कृष्णमूर्ति महोदय, भवान् किं वदति? विभक्तौ तु स्मः उपदेशे विभक्ते विभक्तौ अन्त्ये हलः चेत् न इत् इत् नास्ति अस्माकं हस्ते जस् यत् प्रत्ययः अस्ति तत् विभक्ति अस्ति तद्धित अस्ति वा अन्य अस्ति विभक्ति अस्ति महोदय विभक्ति अस्ति प्रत्ययः अस्ति अतः अस्माकं हस्ते हलन्त्यम् इति सूत्रम् अस्ति एतस्य कारणेन किं भवितुम् अर्हति सकारस्य सकारः हलाक्षरः हलवर्णः अन्ते हलवर्णः अन्ते हलवर्णः अस्ति हलवर्णः अस्ति हलन्त्यम् इत्यनेन एतस्य इत्संज्ञा भवितुम् अर्हति न महोदय परन्तु कर्तुं शक्नुमः वा एतस्य इत्संज्ञा कर्तुं शक्नुमः वा न महोदय इतः न नास्ति किमर्थम् विभक्तौ उपदेशे विभक्तौ उपदेशे न विभक्तौ स्मः एतस्य कारणेन सकारस्य इत्संज्ञा न भवति तावत्पर्यन्तम् अवगतम् कष्टमस्ति इदानीं हलन्तम् इद नामफलकम् अस्ति चेत् इत्संज्ञा अस्ति इत्संज्ञा अस्ति हलन्तवर्णः चेत् इत्संज्ञा नास्ति न भवतः लाजिक् सम्यक् नास्ति सकारः यदस्ति अन्तिमवर्णः हल्वर्णः अस्ति वा न हल्वर्णः अस्ति महोदय हल्वर्णः अस्ति अतः हलन्त्यम् एतस्य सूत्रस्य अवकाशः अस्ति वा नास्ति महोदय कथम् उपदेशे धातोः अन्त्यक्षया विभक्तौ विभक्तौ उपदेशे विभक्तौ अन्त्याः हलं चेत् न इत्संज्ञा बहु भ्रमे अस्ति ओके न एकमेकं स्वीकर्तव्यं प्रथमकार्यं सकारः यदस्ति एतत् हल्वर्णः अस्ति ओके हल्वर्णः अस्ति चेत् हलन्त्यम् इति सूत्रस्य अवकाशः अस्ति प्रथमम् अवकाशः अस्ति परन्तु प्रत्ययः अस्ति विभक्तिप्रत्ययः अतः स्पेशल् सूत्रमेकम् अस्ति न विभक्तौ तु स्माः तत्र सवर्गीयवर्णाः सकारः मकारः यदा अन्तिमवर्णः अस्ति तस्य इत्संज्ञा न भवति बाधकसूत्रम् ओके एतत् कारणेन हलन्त्यम् इति सूत्रस्य अवकाशः अस्ति चेत् अपि उपयोगं कर्तुं न शक्नुमः अवगतं यावत्पर्यन्तम् महोदय इदानीं जस् अत्र जकारः अकारः सकारः इति वर्णत्रयम् अस्ति ओके सकारस्य निर्णयं समाप्तम् इदानीं जकारः यदस्ति कृष्णमूर्तिमहोदयः आदिरूपः एतस्य प्रश्नः अस्ति वा? जकारः आदि अस्ति महोदय, आदिमवर्णः अस्ति, आदिमवर्णः, परन्तु अत्र आदिर्निटुडवः एतस्य अवकाशः अस्ति वा न, निर्णयं तत् कर्तव्यम्. दस्यदस्ति, एतत् धातुः अस्ति वा प्रत्ययः अस्ति? प्रत्ययः अस्ति महोदय, प्रत्ययः अस्ति. अतः आदिर्निटुडवः इर इर इत् संज्ञावाच्या उप एतेषां तु एतत् धातुः अस्ति न, न क्षम्यतां, दस्यदस्ति. हा, आदिर्निटुडवः नि अस्ति, तु अस्ति, डु अस्ति वा आदिमवर्णः? आदिमवर्णः जा जु अस्ति, जु चकारः. मम प्रश्नः किम्, आदिर्निटुडवः एतस्य सूत्रस्य अवकाशः अस्ति वा? नास्ति महोदय. इरसंज्ञावाच्या एतस्य अवकाशः अस्ति वा? महोदय चिन्तयतु. किल् अस्ति वा जस् मध्ये? जस् मध्ये अकारः अस्ति महोदय. इर् वाच्या एतस्य अवकाशः अस्ति वा? इर् इर् नास्ति महोदय. नास्ति, अतः नास्ति महोदय, एतस्य अनुनासिकवर्णः अस्ति वा? नास्ति महोदय. नास्ति, अतः एतस्यापि अवकाशः नास्ति. न विभक्तौ तु स्मः, वयम् उपयोगं कृतवन्तः, कारणम् अन्तिमवर्णस्य एव परिशीलनं कर्तव्यं. वयम् इदानीम् आदिमवर्णस्य परिशीलनं कुर्मः. इदानीं लषक्व तद्धिते, एतत्तु विभक्तिप्रत्ययः अस्ति इति वयं निर्णयं कृतवन्तः, अतः तद्धितप्रत्ययः नास्ति. लकारः अस्ति वा, षकारः अस्ति वा, कवर्गीयवर्णः अस्ति वा आदिमवर्णः? न महोदय, न. अतः लषक्व तद्धिते एतस्य अवकाशः अपि नास्ति. इदानीं शः प्रत्ययस्य आदिमवर्णः शकारः अस्ति वा? न महोदय, न. इदानीं तु च वर्गीय टवर्गीय आदिमवर्णः अस्ति वा? न महोदय, न. ज कस्मिन् वर्गे अस्ति? ज अस्ति, ज अस्ति, च च ज अस्ति, च वर्गः अस्ति. अतः चुटु एतस्य उपयोगं भवति वा न? उपयोगम् अस्ति महोदय. अतः जकारः गच्छति. अतः अवशिष्टभागं किम्? उपदेशे प्रत्ययः आदिः अस्ति चेत् चुटु इति, चुटु इत् अस्ति. ओके, अवशिष्टं किं? जकारः गतम् अस्ति महोदय. चुटु तत्तु समाप्तं महोदय. चुटु एतस्य कारणेन जकारस्य संज्ञा, तस्य लोपः इत्यनेन जकारः लोपः अवशिष्टभागः. किम् अवशिष्टं? जकारः गतम्, अकारः अस्ति, सकारः अस्ति, अतः अवशिष्टभागः किम्? अस्तु महोदय, एतदेव अस्माकम् उत्तरम्. आम् अस्तु, अस्तु अस्ति. ओके, इदानीम् अहं समापयामि. कारणम् अहं चिन्तयामि एतत् वयं सम्यक्तया न कुर्मः, पुनः कर्तव्यम्. ओके, एतदेव परिशीलनं कर्तव्यं कथं तेन मार्गेण निर्णयं कर्तव्यम्। अहं तु प्रेषितवती वर्ड् डाक्युमेण्ट् मध्ये सम्पूर्ण आवली सुप्रत्ययानां विकरणप्रत्ययानां केचन धातवः अनन्तरं तिङ्प्रत्ययानां सर्वम् अहं प्रेषितवती। अद्य अहं पुनः प्रेषयिष्यामि। परिशीलनं कुर्वन्तु। वयं यानि सूत्राणि पठितवन्तः तेषाम् आधारेण कथं प्रोसेसिङ्ग् कर्तव्यम्। एकं तु अहम् अत्र दर्शितवती भगिनि, पूर्वस्मिन् कक्षायामेव सुओजस् कृतवन्तः भगिनि। सुओजस् पूर्वस्मिन् कक्षायामेव कृतवन्तः। अग्रे गन्तव्यम्, अग्रे गन्तव्यं। भवती तु अवगतवती, अन्ये तु न अवगतवन्तः न। अतः किं कर्तव्यं? पुनः पुनः कर्तव्यं। यावत्पर्यन्तम् अवगमनं न भवति तावत्पर्यन्तं तु वयं परिशीलनं कुर्मः। ओके ओके। अतः अस्माकं हस्ते सुप्रत्ययः, तिङ्प्रत्ययः, विकरणप्रत्ययः, केचन धातवः अपि स्थापितम् अस्ति वर्ड् डाक्युमेण्ट् मध्ये, ये स्वयं कार्यं कर्तुम् इच्छन्ति कुर्वन्तु। तदनन्तरं वर्गे वयं परिशीलनं करिष्यामः। ओके, किमर्थम् अहम् एतत् सर्वं ब्लाक्बोर्ड् मध्ये लिखितवती? सरलं भविष्यति इति मत्वा। परन्तु भवन्तः ब्लाक्बोर्ड् उपयोगं कर्तुं न इच्छन्ति, अतः केवलं सम्भाषणमार्गेण कर्तुम् अहं शक्नोमि। कारणं यदा वर्ड् डाक्युमेण्ट् मध्ये अहं लिखामि तत्र आरो अहं कर्तुं न शक्नोमि, न जानामि, मम तावत् ज्ञानं नास्ति। ओके, अतः ब्लाक्बोर्ड् चलति चेत् उपयोगं कुर्मः, न चलति चेत् त्यजामः। अनन्तरं केवलं सम्भाषणमार्गेण अग्रे गच्छामः। मम हस्ते अन्य रीतिः नास्ति। ओके, कृष्णफलकं कृष्णफलकम् एव सम्यक् अस्ति महोदय। परन्तु भवन्तः सर्वे तु बहु कष्टम् अनुभवन्ति न, अतः अहं किं कर्तुं शक्नोमि? अहं तु त्यजामि एव न। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। धन्यवादः महोदय, धन्यवादः भगिनी।